नमस्कारेभ्यः सम्मासचिन्तनवर्गे सर्वेषां स्वागतम्. गतवर्गे वयं द्वितीयतृतीयचतुर्थतुर्थ्यान्यन्नितरस्यम् इति दीर्घचिन्तनं कृत्वा अधुना अग्रिमसूत्रमस्ति कालाः परिमाणिना इति. तत्र कालाः इति परिच्छेदकवाचकः इत्युक्ते कालपरिच्छेद्यं यत्र कुत्र भवति न तु अन्यविषयेण इति एव मुख्यमस्ति. कालेन परिच्छेदकता यत्र भवति तेन सीमां निर्दिशयति परिमाण इति कृत्वा कालाः परिमाणिना इति सूत्रमस्ति. तत् अधुना अद्य वर्गे चर्चयिष्यामः. उमा भगिनी पठति वा? पठामि. कालाः परिमाणिना कालवाचकाः परिच्छेदकवाचकः तैमस्य मिश्र परिमाणिना परिच्छेद्यवाचिना आब्जेक्ट् विच् इस् बीङ्ग् मेशर्ड् सुबन्तेन सह विकल्पेन समस्यन्ते तत्पुरुषस्य समासो भवति. सूत्रस्थः परिमाणि शब्दः परिच्छेद्यवाचि अस्ति, अर्थात् इयत्तायाः क्वाण्टिटि बोधकः. परिमाणम् अस्य अस्ति इति परिमाणि. अस्मिन् सूत्रे समस्यमानौ द्वौ शब्दौ अपि एकप्रकारे कालवाचिनौ एव स्तः. यदि एकः शब्दः कालस्य अवधिं सूचयति, अन्यः शब्दः कालस्य अवधिं पूरयितुं समयविशेषं द्योतयति. अयमेव परिच्छेदकपरिच्छेद्यभावः, अर्थात् विशेषेण विशेष्यभावः, सारी विशेषणविशेष्यभावः एकार्थीभावसम्बन्धेन सिद्धः भवति. अत्र एकः शब्दः कालवाचनशब्दः, अन्यः शब्दः कालस्य परिच्छेद कालस्य परिच्छेद्यवाचि अस्ति. दट् इस् वन् इस् क्वाण्टिटि, दि अदर् वन् इस् मेशर्मेण्ट्. सो दिस् इस् वदे सुबन्तेन सह समस्यते इति सत्पुरुषसमासः अपि सम्भवति. अत्र कालेन परिच्छेद्यं किं भवति? कालेन परिच्छेद्यं परिच्छेद्यम् इति चेत् इट् इस् ए मेशर्मेण्ट् आफ् टैम्. टैम् अस्य मेशर् सि भगिनि, तत्र मेन् थिङ्ग् विच् यु हव् टु रिमेम्बर् इस् देट् there are samartha padavidhi, there are two subandhas. Okay. And then we have a samartyam between the two. Yes. Then only there can be samasa. Okay. Now, one word being kala, which in the nature of parichedaka, okay, limiting the time. And then therefore, our word should have the samarthyam for the time to limit its measure. Only such words can be joined together, in the sense that you can measure the time duration in a pada. It can be divided by the time. No, I didn't follow what to say. See, one is, there are two subandhas. So one is kalavachi. It is time must be measured. Say 1 hour, 2 hours, or 1 year, 2 years, like that. Whatever it is. Okay. Right. Anything of that sort. Then another word is, it is say, क्वाण्टिटि बोधकः, इट् सेट् दट् इस् इयत्ताः बोधकः. दट् मीन्स् ओन् सेकेण्ड् अरुणा भगिनी अवगतं वा? न महोदय. लेट् उमा भगिनी कम्, विल् एक्स्प्लेन्. Sorry, that person was cleaning the garden, so he has asked about that. No problem. Okay. So the other word is Kalavachi, that is, so one is Kalavachi, the other one is Paricheda Vachi, which is indicating the quantity. What is the difference between the two? See, one is Parichedaka, means assuming that you have a knife, okay, which can cut. Now, if you are using the knife, the object which you are cutting becomes a parichedya. Okay. That which is being cut. Yes, what is being cut is parichedya. Okay. Now, what is being cut should have the samarthyam for the knife to cut. Yes. Yeah. Suppose if it is an iron rod, and you are using a knife to cut the iron rod, it will not cut. Yes. On the contrary, if it is a vegetable or a soft material, it can be cut. So therefore, samarthyam for the knife to cut through the other material is available. Therefore, the parichedaka knife acts upon the parichedya vegetable to make a measure of a certain length or certain size. Okay. That is a yata. Okay. So okay. In the context? Now in the replace in here, the knife with time. Okay. Now time, if it has to create a measure of two, from a total it divides one part, the remaining can be even infinity. That's not an issue. Suppose if you are thinking the cloth in a cloth shop, it is in the roll. We don't know how much is left when we take 1 meter out of it. Yeah, we are not bothered. So the 1 meter measure being cut by the scissors is what we are interested. So the parichedya of the object or the subhanta. In this case, parichedya kala means it can be anything. It can be in hours or it can be in a year or month or anything like that. Any kalavachi sabda. Any kalavachi sabda. One second. Whereas in the parichedya, it is a portion is cut means what is the meaning of that? Say the two. Portion is not being cut. It's not like that it has been cut. It is only indicating where it is limited. Parimana means measure. It cannot separate out from that. It only indicates the measure up to which it is applicable. So that means, suppose the paricheda is, say, let us imagine it's 1 month. Then parichidya indicates that it is only for 1 month available. No, here you should understand word Bhagini very clearly that where there is measures of time in a situation, only such a place where you can divide the time as this part and that part. So the parichedya or the one on which the measurement is being done, parimanam is being done, should be a samartha pada for that the kalavachi can definitely work upon. If it is not a workable subandhapada for the kalavachi, then there you cannot measure it. This, now if you are looking at say 1 month, I am saying, you are saying kalavachi shabda is 1 month, and I am saying the parichedya, or which word it is to be applied, is cloth, which is in meters lengthwise. One is kala, one is in measure in length. There is no samarthya. Yeah, that's right. Right? Yeah. But if you are saying 1 month is a parichedaka, and you are saying is the duration of the course, in that 1 month can be divided. Right? So 15 days or 1 week. No, I mean, suppose if it, on the 6 months course, you are telling 1 month. So of the 6 month, you are making a measurement of 1 month as a measure with which it is being considered. Okay. So the measurement of 1 month using the word 1 month as a kalavachi shabda on a measurable name which has the measure of kala included in its activity for its own purpose, in the sense that now duration of a course is measured by kala, the life expectancy is measured by kala. Like that, you have these measures which can be measured by time. Therefore, the subandha to subandha should be having a samarthyam. So, and therefore, the kalavaji can do a measure of time. Therefore, it becomes parichedaka, parichedya bhava. So that means, one more clarification here. See, kalavachi shabdaha, as you said, it can be anything. See, 1 year, two, or some years, or some this thing, anything, or lifetime means something like that. Out of that, a portion is measured, and that is parichedya. Parichedya is the total. From that, when you measure with the time, that becomes a parimana. Measure. Okay. Kalavachi shabdaha, which is parichedaka, is 1 month. Let us imagine. Just for example, clarity sake. And then parichidya is the time measured. Out of that, I say 10 days course each. So in a month, three courses are there. You can join wherever you want, like that. Some announcement is there. So the 10 days is parichidya. Am I right? I'll give you another example. Now, assuming there is Navajada Shishu. Okay. Okay. Now, kala, as you said, 1 month. You want to use it as 1 month as a parichedya. Parichedaka shabda. So, Pratama Masasya, Parichedaka Yubena, Navajada Shishu, iti Parimanina Asti. Okay. It is where the measure of he is newborn. Now, until he completes 1 month, you cannot use 1 month for measuring his life expectancy. Suppose if he has completed 6 months, Navajada Shishu has gone 6 months, then you want to talk about the 1 month of that 6 months, then you can divide it. But you are not talking about dividing the Shishu per se. It is the duration of the Shishu's life which is being measured for the first 1 month. Not very clear, Mahadeva Mahadeva. When do you name a child? No, let us take in the Vijaya Hetirajan's example itself. When do you name a child? 28th day, no? Yeah, 20 days or 10th day or 11th day. It depends. Any day. So let us take a, okay. Yeah. So let us take a 1 month. 1 month as a measure, as you said. Okay. So until the child becomes completes 1 month, you cannot measure 1 month? Yes. Okay. So Masa Jata Shishu Tavat Bhavati Yavat Shishu Ekamasat Adhika Ayuvan Bhavati Chet. If he is more than 1 month old, then only you can measure 1 month out of that. Yes. That is true. That is exactly what is it. So Parimana is a measure in which you can do the Parimana is called a Parimanini. Okay. So Parimanini becomes Parimana Parichedaga Parichedya, and Paricheda is that manam or measure which can be applied onto the Parichedya. Okay. So that means the Parichedaka Parichedakasya portion eva parimanaha bhavati. That only is it which is measuring it. Parichidya. But what I meant was that samarthyam only will apply when there is a samarthyam between the kala and parimanina. That is for everything. Therefore, yeah, that's why samarthyam is the word which is used for everything. See, that is true. But kala parimanina, kalavachi cannot do a samarthyam on anything else, no? In the case of parimana measuring. Yeah, that is true. If you have to measure kala, then only kalavachi and parichedya is required. So now comes the next question. If in that case, are you going to measure the number of days in a month, or are you going to measure the number of days of a of somewhere it is applied in? You are not measuring time. Please understand, Bhagini. You are not measuring time. Again, I am repeating. In a month, you want to take first 5 days. There also samarthyam is there. But here we are not talking, because parimanini is the word which is being used. Parimanini is which depends upon the time for where you can measure the time in a condition on the Tarapada. Paricheda. That Paricheda. That Parimanini, when Parimanam is applied by any Kalavachi Shabda, then you get a condition for Kala Parimanina iti Sutrasya Samarthyam Bhavati. Repeat this again, please. A Parimanini or a condition where measures of time are available, that becomes a Samartha Parimanini. Tasmin Parimanam Kartum Ichan Kalavachi Shabdena Parichedagatvam Parichedakam Parichedaka Bhutva Tasya Manam Karoti Chet Tatra Parichedaka Parichedya Bhavam Bhavati. Okay. It should have the capacity to do the measurement of the time. So suppose only the Shishu is born and then it is only 5 days are over, you cannot measure it with a 1 month activity. Right. It should go beyond 1 month, so that this measuring jar is, we can put it inside. So when you hear a word like Masa Jata or Dvimasa Jata, like that, when you hear it, you should understand that the Parimanini is more than the Dvimasa. No. then only you can apply in that case. Parimanini. Otherwise you will measure, you will say that with a negative. Yeah. See, baki 10 days are more. If 10 days are over, yeah, then so you will see, say 3 months. Like the beginning. Shishu dvimasa jada nasti. Hmm. You will, that way you will say it is not possible. Okay. But okay. Dvimasa jada becomes a samasta pada. Okay. Because of kalaha parimanina. Okay. See, when we when the new child is born, then they take it to the kuladevam for tonsure. So that means it has to complete, so 6 months or 1 year, depending upon the family traditions. Some people do it before 1 year or something like that. So that means that is 1 year or more than 1 year is a kalavachi shabda. This measuring is done after 1 year only. So 1 year, that kalavachi should be more than 1 year, say even 2 years, then only this time measure is possible. Right. Okay. Right. Mahadaya, I am Badami. Swastikattam. Kalavachak shabda prayujya samartya parimani parichedu Paramanini should be there. Oh. It's not the time you're dividing. You're using the time, you're applying it to something that could be divisible. Yes. Okay. See, for example, if you look at the Uttarapadam, Jataha. Mm-hmm. Mm-hmm. Jataha is not a, what you call, Kalavaji Shabda. Yeah. If you really look into Jataha, there is no Kalavaji Shabda in it. Uh-huh. But there is an implied Kalavaji aspect to that word Jataha because it has a Arambha asti, tasya manam abhi asti. Manam abhi asti. Ayu iti manam. Uh-huh. Life is the measure in the Jataha, in the word, it is imbibed in it, included in it. Therefore, it is becomes a parimanini, the word. Hmm. That is the main thing. Ayameva parichedaka parichedya bhavaha, arthat visheshana visheshya bhavaha. Ekarthi bhava sambandena siddha bhavati. Ekarthi bhavena sambandha bhavati, siddha. Idam sutram shashti ityasya sutrasya apavadaha. Apavada. So how to say it in Sanskritam, Bhajhadiya? Kalavachaka shabdam shabdaha. Kalavachi shabdena parimanam kartum ichan parimanini samartya mastiche kalaha parimanina yi sutrena samastapatam kartum shakyate. Oh, okay. Dhanyavadaha. Usha Bhagini? Clear, no? Ammodaya. Yasya parimanam kriyate. Jatasya parimanam kriyate. Parimanina. Because yesterday, when Vidya Bhagini was taking the class, my mind was working in these aspects. Hmm. How does the jata has a, it is not a kalavaji shabda. So how does the parimana in the akalavaji shabda, parimanam kartum shakyate? Hmm. These are all the things which were running in my mind. Hmm. Jataha, mritaha, these are all like events whose measurement is being done. Right. And that is indicated by the second subanta, parimanina. Right. Yeah. So Kalaha supaha, parimanina supasaha. Amodaya. Uma Bhagini, agree person, idam sutram shashti sutrasya tatra arabhya. अनुवृत्तिसहितसूत्रम्. इदं सूत्रं षष्ठी इति सूत्रस्य अपवादः अस्ति. अस्मिन् सूत्रे एकदेशिनैकाधिकरणे एकदेशि एकाधिकरणे इत्यस्य अनुवृत्तिः न क्रियते. अतः इदं सूत्रम् एकदेशीसमासस्य विषये नास्ति, परन्तु षष्टीसमासस्य अपवादः तु अस्ति. कालाः प्रथमान्तं परिमाणिना तृतीयान्तं सुभामन्त्रिते पराङ्गवत् स्वरे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति. प्राक्कडारात् समासः इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः, सः सुपा इत्यस्य अधिकारः, विभाषा इत्यस्य अधिकारः, तत्पुरुषः इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं कालाः सुपः परिमाणिना सुपासः विभाषा तत्पुरुषः समासाः. सो विभाषाः मीन्स् इट् मे आर् मे नाट्. सो आर् इट् केन् व्यस्तप्रयोगं साधु. ओके ओके. सो कालाः सुपा कालाः सुपः कालाः सुपः परिमाणिना सुपासः विभाषा तत्पुरुषः समासः. सो इन् द अनुवृत्तिसहितसूत्रं यु टेल् मी विच् आर् द विशेषणविशेष्यं. कालाः कालाः सुपः इस् दि विशेष्यं, परिमाणिना सुपा इस् दि परिमाणिना सुपा इति विशेषः विशेष्यं. दट् इस् कालः कालः इस् दि दिस् थिङ्ग् नो दट् इस् काल कालवाचीशब्दः कालः. देन् परिमाणिना इस् दि मेषर्मेण्ट्. सो विशेष सारि विशेषणम् इस् परिमाणिना, विशेष्यम् इस् दि कालः. कालाः सुपः एकं पदं, परिमाणिना सुपासः इस् द अनदर् सुबन्तं. द्वयोः पदयोः समसनं क्रियते. एकं पदं कालाः सुपः, कालाः सुपः इत्यस्य कालाः इति विशेषणं, सुपः इति विशेष्यं. यस्य सुबन्तं कालेन कालवाचकं सूचयति, यस्य सुबन्तं कालवाचकं सूचयति इति कालाः सुपः. परिमाणिना सुपा यस्य सुबन्तेन यस्य पदस्य परिमाणं क्रियते, दट् इस् सुबन् सेकेण्ड् सुबन्त द्वितीयसुबन्तं. सो द्वयोः पदयोः मध्ये सम्मसनं क्रियते. विभाषा इत्यस्य अधिकारेण स्वस्य व्यस्तप्रयोगम् अपि भवितुम् अर्हति. समीचीनम् अवगतं वा? There is no visheshna visheshyam between kalaha and parimanina. Okay. The visheshna visheshyam is kalaha subandaha parimanina supena or supasaha samasa bhavati tatpurusha samasa sutrena vibhasa adhikaram asti krutva vyakta prayogam api sadhu. In the beginning it was given, no? It is visheshna visheshya bhavah api asti. Visheshna vishya paricchedaka paricchedaya bhavah artha visheshna visheshya bhavah ekati bhava sambandena siddhah bhavati iti. Okay. Paricchedaka paricchedya bhava. So paricchedaka kim asti kalah, paricchedya kim asti parimanina. अस्ति तत्र विशेषणविशेष्यभावकेतवृद्धि परिमाणि येन कालेन परिमाणं कृतम् अस्ति इति कृत्वा कालाः भवति विशेषणं, परिमाणिन् भवति विशेष्यं, नाट् परिमाणिना. ओके, वै डू यू काल् इट् विशेष्यं? विशेष्यं काले कालेन मानं करोति न. कालेन यदा परिमाणं करोति तत्र कालेन परिमाणितम् और् परिमाणितं परिमाणिन् इति वक्तुं शक्यते न परिमाणिन् इति एव विशेष्यं भवति तस्य विशेषणं किम् अस्ति येन कालेन परिमाणं कृतम् इति कृत्वा परिमाणिन् इति विशेष्यं भवति कालः परिमाण परिमाणं कृतं करोति कृत्वा तत् विशेषणं भवति इति कृत्वा विशेषणविशेषभावः अपि अस्ति एकार्थीभावसम्बन्धसिद्धः तत् अवगतं डिस्कस् इन् द बिगिनिङ्ग् दट् इस् द एकार्थीभाव समर्थपदवी इति सो यु हेव् टु अण्डर्स्टाण्ड् दट् इन् द अनुवृत्तिसहितसूत्रम् आल्वेस् दर् इस् ए सुप् सुपः सुपा आल् दीस् वर्ड्स् विल् हेव् ए यु नो अजेक्टिव् विच् इस् ए विशेष्यं विशेषणं फार् इट् सुपः कीदृशसुपः कालाः सुपः सुपा केन कीदृशसुपा परिमाणिना सुपा देन् यु गेट् द करेक्ट् मीनिङ्ग् आफ् द अनुवृत्तिसहितसूत्रं तादृशसुबन्धं यस्य कालाः इति विशेषणम् अस्ति तेन परिमाणि सुबन्धेन परिमाणिना सुबन्धेन सः समासः भवति तत्पुरुषसूत्र उपयुज्य विभाषा अधिकार इति कृत्वा विस्तप्रयोगमपि साधु एव इति दट् इस् वै आल्वेस् अनुवृत्तिसहितसूत्रम् इफ् यु केन् यु नो गेट् इन् टु द डीटेल्स् आफ् इट् द सूत् द प्रक्रिया विल् कम् इन् टु युर् मैण्ड् इमीडियट्लि No, that I followed. So this kalaha supaha, parimanin supaha. So these two are... Parimanina supaha. No, that is sutra, but these are the two words which right. get joined and to make a samasa. That two tatpurusha samasa. But here, visheshana visheshyam, suppose visheshanam is a special one. Visheshyam is the one which is becoming glorified by the visheshanam. Yeah. So here kalaha is isn't it glorified by parimanu? No. Why? How can it be? Now, if it is a 1 month old child, okay. Is the child becoming the visheshana for the 1 month or the 1 month is becoming the visheshana for the child? 1 month is visheshanam, child is visheshyam. Yeah, kala is the visheshanam, parimanin is the jada shishu, navajada shishu, is a parimanin. Where is the confusion there? I have to think about it, okay. Somewhere, see, there. If you say 1 meter cloth, 1 meter is the visheshanam, cloth is the visheshyam. Yes. Same way, 1 month old child, the child is the visheshyam and 1 month is the visheshanam for it. Yeah, that is right. See, same way, kalaha parimanin. Parimanin iti navajada shishu, kalaha iti ekamasa, adha dvimasa. Okay. So, yeah, that is, so that means here Kalaha is the Visheshanam and Parimani is Visheshanam. Okay. Atra, Sutre Kalaha iti Pratama Vibaktyam Asti iti Kruta Tasya Purva Nibadha Bhavati. Yadi Atra Shashti iti Apavada Sutram iti Uktam na. तत्र षष्टि इति सूत्रमपि प्रथमविभक्त्याम् अस्ति किन्तु अस्मिन् सूत्रे कालः इति प्रथमविभक्त्याम् अस्ति षष्टि इति सूत्रस्य अपवादः भूत्वा कालवाचि शब्दः उपसर्जनं संज्ञा भूत्वा प्रथमनिपादनं भवति पूर्वनिपादः भवति इति कृत्वा मासजातः वर्ष संवर्षजातः इत्यादि कालवाचि शब्दः पूर्वं भवति जातः इति परिमाणिन् उत्तरपदं भवति तत्र मासो जातस्य. उषा भगिनी पठति वा? आं महोदय. यथा मासो जातस्य मासजातः यमन्तोल् मासो जातस्य इति व्यस्तप्रयोगः. मासजातः देवदत्तः दृश्यताम् इति वाक्यम्. एकः मासः जातः कस्यचित् देवदत्तस्य जन्मात् इत्यर्थः. अत्र यः जातः तस्य परिमाणम् उच्यमानम् अस्ति इति कृत्वा जातः इति परिमाणि अर्थात् परिच्छेद्य. जातः इत्यस्य परिच्छेदकः मासः. अर्थात् मासः संवत्सरः द्वयः त्रयः इत्यादिभिः कालवाचकैः जातस्य परिमाणम् उच्यते इति कृत्वा एते कालवाचकाः परिच्छेदकाः भवन्ति. एवं जातः इत्यस्य मासः संवत्सरः द्वयः त्रयः इत्यादिभिः कालवाचकैः सह परिच्छेद्य परिच्छेदकभावसम्बन्धः भवति. मासो जातस्य इत्यस्य समस्तपदं मासजातः देवदत्तः दृश्यताम् इति वाक्यम् इति उदाहरणम्. अत्र मासो जातः जात इति इवेण्ट् एक्स्पीरियन्स् हौ डु से दट् विषय जात कस्यचित् पुरुषस्य जातः देवदत्तः जातः देवदत्तस्य जातं एकेन मासेन पूर्वे. सो एकः मासः जातः कस्यचित् देवदत्तस्य जन्मात् देवदत्तस्य जन्मात् एकः मासः जातः इति अर्थः. अत्र यः जातः तस्य परिमाणं जातस्य परिमाणम् उच्यते इत्यस्मात् जातः इति परिमाणिवाचकशब्दः अथवा परिच्छेद्य यस् जातस्य परिच्छेद्यं क्रियते. जातस्य परिच्छेद्यं क्रियते अथवा जातः इति परिच्छेद्यवाचकः. मासः अथवा संवत्सरः अथवा द्वयः अथवा त्रयः इत्यादिभिः कालवाचकैः जातस्य परिमाणम् उच्यते इति कृत्वा कालवाचकाः शब्दाः परिच्छेदकाः. कालवाचकशब्दाः परिच्छेदकाः यस्य परिमाणं क्रियते तत् परिच्छेद्य इति भवति. यस्य परिमाणं क्रियते तत् परिच्छेद्य. कालवाचकेन जातस्य परिमाणं क्रियते अथवा जातः इति परिच्छेद्यवाचकम्. ओके. एवं जातः इत्यस्य मासः संवत्सरः द्वयः त्रयः इत्यादिभिः कालवाचकैः सह परिच्छेद्य परिच्छेदकभावसम्बन्धः भवति. जातस्य इत्यनेन परिमाणं क्रियते अण्ड षष्ट्यन्तपदं जातस्य षष्ट्यन्तपदेन सम्बन्धम् उच्यते. अत्र सम्बन्धः परिच्छेद्य परिच्छेदकभावसम्बन्धः. मासजातः देवदत्तः इति वदामः चेत् जातः इति तप्रत्ययान्तशब्दः देवदत्तः इति पदस्य विशेषणम् अस्ति. मासजातः देवदत्तः इति वदामः चेत् जातः इति तप्रत्ययान्तशब्दः देवदत्तः इति पदस्य विशेषणम् अस्ति. जातः एव परिमाणि यतोहि तस्य परिमाणम् उच्यमानम् अस्ति. जातः एव परिच्छेद्य मासः एव परिच्छेदकः. अतः अनयोः परिच्छेदकपरिच्छेद्यसम्भावः वर्तते. मासजातः देवदत्तः इति वदामः चेत् जातः इति तप्रत्ययान्तशब्दः देवदत्तः इति पदस्य विशेषणम् अस्ति. अत्र एव विशेषणविशेष्यभावं भवति महोदय, मासजातः समास समस्तपदम् अनन्तरं समस्तपदम् इति विशेषणं भवति तु देवदत्त विशेष्यम् इति समासे तु मासः जातस्य इति वाक्ये मासजातः देवदत्तः इति वदामः चेत् मासजातः इति विशेषणं भवति विशेषं देवदत्तः मासजातः इति तत्र परिच्छेद्यपरिच्छेदकभावः नास्ति बट् मासजातः इति समस्तपदे परिच्छेदकपरिच्छेद्यभावः वर्तते जातः परिमाणि जातः एव परिमाणि यतोहि तस्य परिमाणम् उच्यमानम् अस्ति आम् महोदय कालवाचकशब्देन तस्य परिमाणम् उच्यते जातः इति परिमाणि अस्ति परिमाणि अस्ति कारणतः तस्ति परिच्छेद्य जातस्य परिच्छेद्यं क्रियते कालवाचकेन ओके अन्यकालवाचकशब्दाः संवत्सरः दिवः त्रयः द्वयः त्रयः परिचयं पठतु मासजातः मासजातः दिस् इस् वाट् वि डिड् रैट् मासजातः देवदत्तः इति वदामः चेत् जातः इति तप्रत्ययान्तशब्दः देवदत्तः इति पदस्य विशेषणम् अस्ति जातः जातः एव परिमाणि यतोहि तस्य परिमाणम् उच्यमानम् अस्ति जातः एव परिमाणि आम् महोदय जातः एव परिच्छेद्य मासः एव परिच्छेदकः अतः अनयोः मध्ये परिच्छेदकपरिच्छेद्यभावः वर्तते जात अग्रे पठामि वा महोदय जातपरिच्छेदकः मासः इति विग्रहवाक्येन बोधः जायते जातपरिच्छेदकः मासः ओके मासपरिच्छेद्यजातः इति समासाद् बोधः मास ओके तत्र मासः तावत् जननं तत्र मासः तावत् जननं साक्षात् परिच्छिनत्ति जननाश्रयं तु देवदत्तं जननद्वारा परिच्छिनति तथा च मासपरिच्छेद्य जननाश्रयः देवदत्तः इति समासात् बोधः फलति ऐ अण्डर्स्टाण्ड् बट् देन् दिस् मेक्स् इट् मोर् टफ् जातपरिच्छेदकः मासः इति जातपरिच्छेदकः मासः इति विग्रहवाक्येन बोधः जायते ओके जातपरिच्छेदकः मासः इति विग्रहवाक्यं मासपरिच्छेदेन जातः इति समासाद् बोधः ओके मासपरिच्छेद्य ओके तत्र मासः तावत् जननं साक्षात् परिच्छिनति जननं साक्षात् परिच्छिनति ओके जननाश्रयं तु देवदत्तं जननद्वारा परिच्छिनति जननाश्रयं तु देवदत्तं जननद्वारा परिच्छिनति तथा च मासपरिच्छेद्य जननाश्रयः देवदत्तः इति समासात् बोधः फलति षष्टिसमास अपवादः अयम् यदि अत्र षष्टि इति सूत्रेण षष्टितत्पुरुषसमासः क्रियते तर्हि जातमासः इति समासः स्यात् ओके षष्टि इति सूत्रेण षष्टितत्पुरुषसमासः क्रियते तर्हि जातमासः इति समासः स्यात् किन्तु तत् न इष्यति इति कृत्वा कालाः परिमाणिना इति सूत्रं रचितं परिमाणिना येन मासजातः इति समासः सिद्ध्यति पाणिनिना सारि कालाः परिमाणिना इति सूत्रं रचितं पाणिनिना येन मासजातः इति समासः सिद्ध्यति मासजातः इति समासं इष्यते षष्टि इति सूत्रेण समासः क्रियते चेत् जातमासः, यतोहि मासजातस्य प्रथमचत्वारि वाक्यानि स्पष्टीकरोतु. प्रथमचत्वारि जातपरिच्छेदकः मासः, जातपरिच्छेदकः मासः इति विग्रहवाक्येन बोधः जायते. जातः इति विषयं, जातपरिच्छेदकः मासः. मासः इति कालवाचकशब्द, परिच्छेदकं क्रियते जातस्य, विग्रहवाक्येन बोधः जायते. जातम् इति बोधं जायते, मासं जातं, जातं कस्य पुरुषस्य जननात् मासः इति विशेष्यमस्ति, तस्य विशेषणमस्ति जातपरिच्छेदकः इति कृत्वा कालवाची शब्दस्य विशेषणं भवति जातपरिच्छेदक इति नाम्ना मासः इति वाक्येन बोधो जायते मासः एव परिच्छेदक इति. मासः परिच्छेदकः, तत् मास जातपरिच्छेदक इति विशेष्यं विशेषणं मासस्य विशेषणं भूत्वा मासः परिच्छेदकः भवति कस्य, जात इति पदस्य. ओके, मासपरिच्छेद्य जातः समासात् किं बोधः जायते? मासपरिच्छेद्य जातः इति, जातः इति शब्दस्य विशेषणमस्ति मासपरिच्छेद्य, मासेन परिच्छिद्य जातः इति अर्थं भवति समासात्. तत्र मासः तावत् जननं साक्षात् परिच्छिनत्ति इति मुख्यविषयमस्ति. मासः एव परिच्छेदकः जननं साक्षात् परिच्छिनत्ति कृत्वा जातः इति परिच्छेद्य भवति. जननाश्रयं तु देवदत्तः जननद्वारा परिच्छिनत्ति, तत्र देवदत्तस्य आश्रयः अस्ति जननं इति कृत्वा जननाश्रय देवदत्तः तस्य जननस्य परिच्छेदनं परिच्छिनत्ति, न तु देवदत्तस्य. परिच्छेद्य जननाश्रयः देवदत्त इति समासबोधो चलति इति मेन् पार्ट्. The rest of the thing is apavada, etc., etc. That is said then. This aspect we should... This is what I was explaining in the beginning of the class itself. Okay, okay. Kyaada parichedaka maasaha. Devadatta is not the one which is being parichedaka. The normal mind will be that Parimanini ki masti Devadatta, they will say Devadatta. No, Devadatta is not a Parimanini. Chitpushya si Jananam. Jananasraya Devadatta hasti iti krutva, tasya jananasya Parimanam bhavati. Tat krutva masaha iti parichedaka rupena, Parimanam jananasya krute krutva masa jataha iti samastapadan siddhi. अलौकिकविग्रहः मासयोः सु जातयोः नः. अत्र मासः इति कालविशेषबोधकशब्दः, जातः इति अवधिसूचकेन शब्देन सह समस्यते कालाः परिमाणिना इति सूत्रेण. मासजातः इति समस्तपदं निष्पन्नं भवति. ओके, अलौकिकवाग्रं पदद्वयमस्ति, मास जात, मास प्रथमाविभक्तिः अस्ति सु, ततः मास योगः सु जात इति योगः नस्. अत्र मास इति कालविशेषणबोधकशब्दः, जातः इति अवधिसूचकेन शब्देन. वाट् इस् दट् महोदय? अवधिं सूचयति न, जातः इति अवधिं सूचयति इति कृत्वा अवधिसूचकः भवति जातः इति. अवधि मीन्स् द मेशर् विच् इस् अवेलेबल्. ओके ओके, जातः इति अवधि मीन्स् मेशर् आल्सो मानम्. ओके, सूचकेन शब्देन सह सम्बध्यते. सूत्रं किं सूत्रेण इति अस्ति चेत् कालाः परिमाणेन इति सूत्रेण मासजातः इति समस्तपदं निष्पन्नं भवति. पठामि वयं महोदय. संवत्सरः, अन्य उदाहरणमस्ति, संवत्सरः जातस्य संवत्सरजातः एर् ओल्ड् संवत्सरजातस्य इति अलौकिकविग्रहप्रयोगम्. एकः वर्षः जातः तस्य जन्मनः इत्यर्थः. संवत्सरजातः शिशुः पश्यामि, अहं पश्यामि मास. अन्य उदाहरणमस्ति मासः मृतस्य, अत्र मृत्युः आयुः परिमाणं मासं मृतः विग्रहवाक्यं समस्तपदं मासः मृत्यस इति व्यस्तप्रयोगं. संवत्सरः मृतस्य, अत्रापि संवत्सरकालवाचकशब्दः संवत्सरमृतः इति समस्तपदं व्यस्तप्रयोगं संवत्सरः मृतस्य. मासजगतः मासगतः मासखादितः इत्यादयः समासः न सिद्ध्यन्ति, यतोहि गतः खादित इत्यादयः परिमाणि वाचकाः नास्ति. ओके, महोदय उक्तं पूर्वमेव उक्तं सामर्थ्यम् अस्ति चेत् एव परिमाणसामर्थ्यम् अस्ति चेत् एव पदं समासे कर्तुं शक्यते. अत्र अवधिसूचकशब्देन इति अस्ति न, तत्र तदेव अस्ति. अतः मासगतः मासखादितः अवधिसूचकः नास्ति, केवलं क्रियां बोधयति. गतः इति क्रियां बोधयति, न तु अवधि. खादितः तदपि क्रिया एव सूचयति, खादनक्रिया एव सूचयति, न तु अवधि. किन्तु जातः मृतः तत्र अवधि अपि सूचयति. दट् इस् वै जातः मृतः हेस् ए सामर्थ्यं फोर् द परिच्छेद्यसामर्थ्यमस्ति परिच्छेदकस्य कृते. Astu. Chaitra, this Paricheda in the class, Patini has not studied. She is going to explain it again in the coming class. So, okay. We will not take it up. We will take it up when after Bhagini discusses this. Because if we discuss this, then I don't want to make an error in what she is going to tell that. Mahadeya, Avadi Artham Kim Mahadeya? परिमाणम् अवधि. अवधि इत्युक्ते मेशर् आर् लिमिट् इस् दट् इट्. अवधि ईस् अटेन्शन् आर् बौण्डरि लिमिट् ए कन्क्लूशन् डिटर्मिनेशन् दर् द फर्दस्ट् लिमिट्. अवधि मीन्स् इट् केन् द लिमिट् अप् टु विच् इट् केन् बि मेशर्ड् लैक् दट्. Period of time also is there. Okay, Mahari. Period of time is there. Period of time, an engagement, appointment, division, district, department. There are many meanings for that. Mm-hmm. Avadi. the main thing is limit or boundary. This is the most common meaning which is being used by Avadi. Astu. We'll stop here. Atra sagayama. Dhanyavada Mahoday. Namaskar. I'll be missing the class tomorrow, Mahoday. Oh. Okay. So I need to come next.